सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आरम्भे एकं सुभाषितं श्रूयतां. भगिनी सुभाषितं श्रावयतु. ॐ श्रीगुरुभ्यो नमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नं घनं विद्याभोगकरी यशसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनपशुः. श्रीगुरुभ्यो नमः. हरि ओम्. उत्तमं भगिनी, धन्यवादाः. धन्यवादः. अस्माकं विषयः अस्ति सप्तमी विभक्तिः. सप्तमी विभक्तेः अभ्यासः प्रवर्तमानः अस्ति. पूर्वतनवर्गे वयं सप्तमी विभक्तेः विषये कांश्चन अभ्यासान् कृतवन्तः. अद्य तस्य अनुवर्तनं क्रियते, अथवा स एव विषयः अनुवर्तते. तदर्थं भवन्तः सर्वे सप्तषष्टितमं पुटं पश्यन्तु. तत्र सप्तषष्टितमे पुटे द्वितीयः अभ्यासः अस्ति. त्रयोविंशं वाक्यं वयं समापितवन्तः. इत्युक्ते पण्डितः, ब्राह्मणे, श्वपाके, गवी, हस्तिनी च समदर्शी भवति इति वयं पठितवन्तः. अस्माभिः ज्ञायते एव, किन्तु श्लोकस्य अर्थः तु अवगतः, किन्तु तत्त्वं न अवबुध्यते. तत्त्वम् अवगन्तुं तत्र बहु क्लेशः अस्ति. पण्डितः, ब्राह्मणे, श्वपाके, गवी, हस्तिनी च समदर्शी भवति इति बहु उत्तमं वाक्यं. तत्त्वं तावत् शीघ्रं न अवबुध्यते इति तत्र विषयः. ह्यः अहम् एकं गीतं प्रेषितवती केषाञ्चनानां कृते. तत्र मानससञ्चररे इति गीतं प्रेषितवती. भवन्तः सर्वे जानन्ति एव सप्तमी विभक्तेः प्रसङ्गे तस्य को सम्बन्धः इति. भवन्तः सर्वे श्रुतवन्तः एव एतद् गीतं मानससञ्चररे. तत्र रे इति सम्बोधनारूपम् अस्ति. रे मानस, तत्र मानसम् इति नपुंसकलिङ्गपदं, मनः शब्दात् आगतं मानस तद्धितान्तं पदमस्ति. रे मानस सञ्चर. कुत्र सञ्चर? ब्रह्मणि सञ्चर. तत्र ब्रह्मशब्दस्य सप्तमी विभक्ति एकवचनरूपं ब्रह्मणि. रे मानस ब्रह्मणि सञ्चर इति मानसम् उद्दिश्य कविः वदति. सदाशिव ब्रह्मेन्द्रकीर्तनम् अस्ति. अन्यत्र कुत्र कुत्र सञ्चरणीयं, सञ्चरितव्यम् इत्युक्ते मदसिखि पिञ्छालङ्कृतचिकुरे सञ्चर, महनीयकपोलजितमुकुरे सञ्चर, श्रीरमणीकुच दुर्गविहारे सञ्चर, सेवकजनमन्दिरमन्दारे सञ्चर, परमहंसमुखचन्द्रचकोरे सञ्चर, परिपूरितमुरळीरवधारे सञ्चर इति कविः वदति. इत्युक्ते तस्मिन् श्लोके बहूनि पदानि सप्तमी विभक्ति एकवचनरूपाणि सन्ति, किन्तु तत्र किञ्चित् काठिन्यम् अस्ति. किम् इत्युक्ते बहूनि पदानि समस्तपदानि. मदशिखि पिञ्छालङ्कृतचिकुरे इति एकमेव पदमस्ति, समस्तपदमस्ति. तत्र सप्तमी विभक्ति एकवचनरूपम् अस्ति, किन्तु विषयान्तरमस्ति. तदर्थं तं विषयं त्यजेम. अधुना वयं सप्तषष्टितमं पुटं पुनः एकवारं परिशीलयामः. त्रयोविंशं वाक्यं वयं समापितवन्तः. तत्र अवशिष्टानि वाक्यानि सन्ति, तानि वाक्यानि अधुना एकवारं परिशीलयाम. दर्शनभगिनी, ईश्वरः सर्वभूतानां वाक्ये किं दत्तमस्ति, किञ्चित् वदतु. तत्र ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति इति अस्ति. ब्राह्मणम् अहं श्लोकमेव वदतु. ईश्वर सर्वभूतेषु भूतानां हृद्देशे अर्जुन तिष्ठति, ब्राह्मयन् सर्वभूतानि यन्त्रारूढानि मायया इति. तर्हि ऋद्देशे इति सप्तमी विभक्ति. तत्र अत्र सर्वभूतानाम् इति पदमस्ति, तस्मिन् विषये भवती यद् जानाति वदतु. सर्वभूतानाम् इति प्राणिनां ऋद्देशे अस्ति इति. अत्र षष्टिविभक्ति बहुवचनं दत्तमस्ति. सर्वभूतानि इति समस्तपदमस्ति, तत्र विशेषणपूर्वकर्मधारूतानाम् इत्युक्ते केवलं जीवितवर्गानां नास्ति, समस्तक्रियाकारक इत्युक्ते स्थावरजङ्गमम् इति चेतन अचेतन द्वौ अपि. भू इत्युक्ते क्रियेशन् मीन्स् सर्वभूतानां मीन्स् एण्टैर् क्रियेशन्. अस्तु उत्तमम्. इत्युक्ते अत्र न केवलं चेतनानि अचेतनानि च इति वक्तव्यं. सर्वभूतानि इति विशेषणपूर्वपदकर्मधारयसमासः भवति. सर्वाणि च तानि भूतानि च इति विग्रहवाक्यं वक्तव्यं भवति. तत्र हृद्देशः इत्युक्ते हृदयदेशः. हृत् हृदयम् इति नपुंसकलिङ्गपदं वयं जानीमः, किन्तु तस्मिन् स्थाने हृत् इति अपि साधु एव. अत्र हृत् इति हलन्तपदं स्वीकृत्य समस्तपदं निर्मितमस्ति. हृत् देशः हृद्देशः, तत्र सन्धिः भवति. हृद्देशः इत्युक्ते हृदयदेशः इति अर्थः. तत्र श्लोकं पश्यामश्चेत् ईश्वरः सर्वभूतानि यन्त्रारूढानि भ्रामयन्. तत्र अर्जुनम् उद्दिश्य परमात्मा वदति, हे अर्जुन, ईश्वरः सर्वभूतानि यन्त्रारूढानि. तस्मिन् श्लोके सर्वभूतानि इति पदस्य विशेषणमस्ति यन्त्रारूढानि. अत्र यन्त्रारूढानि इत्यस्मिन् पदे आरूढ इति एकं पदमस्ति. आरूढ इति पदं क्तान्तरूपम् इत्युक्ते क्ताप्रत्ययान्तरूपम् अस्ति. आ उपसर्गपूर्वकः, रुह् धातोः रूपं, रोहणं, रोहति इत्यादीनि पदानि सन्ति. किन्तु तत्र सन्धि हल्सन्धिकार्यं भूत्वा रुह् धातुतः रूढ इति पदम् आयाति. यन्त्रारूढानि कानि? यन्त्रारूढानि सर्वभूतानि. तानि सर्वभूतानि यन्त्रारूढानि. ईश्वरः किं करोति? ईश्वरः भ्रामयन्. तत्र ईश्वरः इति पदस्य विशेषणं भवति भ्रामयन्. भ्रामयन् इति शत्रन्तरूपम् अस्ति. भ्रामयति कः? भ्रामयति ईश्वरः. भ्रामयति यन्त्रारूढानि, ईश्वरः भ्रामयन्. हृद्देशे तिष्ठति, सर्वभूतानां हृद्देशे तिष्ठति. तत्र तादृश अन्वयः कर्तव्यः. ईश्वरः सर्वभूतानां हृदयदेशे तिष्ठति इति तत्र विषयः. तिष्ठति वदतु. अत्र भ्रामयन् इति पदम् उपयुज्य किल? ईश्वरः स्वतः न भ्रमति, यन्त्रं भ्रामयति इति निच्छ्व निजन्तरूपं. भ्रामयति ईश्वरः भ्रामयति निजन्तरूपम् इत्युक्ते निजन्तपदस्य शत्रन्तरूपम्. उत्तमम्, धन्यवादः. इत्युक्ते सर्वभूतानि कथं भ्रमन्ति इत्युक्ते यन्त्रारूढानि इव भ्रमन्ति, ईश्वरः भ्रामयति इति अत्र विषयः अस्ति. किन्तु अत्र मुख्यविषयः तु ईश्वरः सर्वभूतानां हृदयदेशे तिष्ठति. तत्र तिष्ठति, भगिनी वदतु तिष्ठति प्रसङ्गे. तिष्ठति प्रथमपुरुषे एकवचनं रूपः अस्ति, स्था धातुः. उत्तमम्. अग्रिमं वाक्यम्. अपत्ययः वीरः धैर्यं न जहाति. अपत्तिषु वीरः धैर्यं न जहाति. यदा क्लेशान् अनुभवन्ति तर्हि वीरः धैर्यं न त्यजति इति. उत्तमं वाक्यम् उक्तवती. अत्र अनु उपसर्गपूर्वकः भूधातुः सकर्मकः भवति. यद्यपि भूधातुः अकर्मकधातुः किन्तु अनु उपसर्गपूर्वकः भवति चेत् सकर्मकं भवति. भवत्याः वाक्यम् उत्तमं वाक्यं. क्लेशान् अनुभवन्ति उत्तमम्. अत्र आपत्तयः इति पदमस्ति, तत्र प्रथमाविभक्त्यन्तरूपाणि वदतु. आपत्तिः आपत्ति आपत्तयः. उत्तमम्. अत्र पदनिष्पादनं कथं भवति इति किञ्चित् वदामि. भवती जानाति चेत् वदतु. न जानामि. अत्र निष्पादनं आपत्तिः इति आ उपसर्गपूर्वकः पद् धातुः अस्ति. पद् धातोः रूपमेव क्तिन् प्रत्ययान्तरूपं पत्तिः, मन् धातोः रूपं मतिः, तथा एव पद् धातोः रूपं पत्तिः आपत्तिः. साधारणतया शृणुमः अन्यानि पदानि, ईदृशानि पदानि, निष्पत्तिः, उत्पत्तिः, तादृशं पदमेव अत्र. किन्तु उपसर्गभेदेन भिन्नरूपम् अत्र दत्तमस्ति. पद् धातोः रूपमेव पत्तिः, निष्पत्तिः, उत्पत्तिः, आपत्तिः इत्यादीनि पदानि सन्ति. वीरः धैर्यं न जहाति. कदा, कुत्र? साधारणतया सप्तमीविभक्तेः प्रसङ्गे प्रश्नवाचकवाक्यं वक्तुमिच्छामश्चेत् कदा न जहाति अथवा कुत्र न जहाति इति वक्तव्यं भवति. धैर्यं वदतु. धैर्यम् इत्युक्ते धैर्यं ध्रुधातुः अपि च ल्युडन्त नैव तद्धितान्त भावरूपः. तत्र कथं वक्तव्यम् इत्युक्ते न केवलं समस्तपदानां कृते, अन्येषां पदानां कृते अपि विग्रहवाक्यं वक्तव्यं भवति. अत्र विग्रहवाक्यं धीरस्य भावः. धीरस्य भावः. धीरस्य भावः. धीरस्य भावः. धैर्यं शञ् प्रत्ययान्तरूपम् अस्ति. यथा भवत्या उक्तं तद्धितप्रत्ययान्तपदमस्ति. तद्धित इति वदन्ती अस्मि. तद्धित इत्यस्मिन् सन्धिकार्यं भवति. सूर्यकुमारी भगिनी वदतु. तद्धित न भगिनि, तत्र पदविभागः न भगिनि, किञ्चित् पदविभागं कृत्वा वदामि. तद्धित, भवन्तः सर्वे जानन्ति एव, प्रातिपदिकात् प्रत्ययस्य योजनेन तद्धितप्रत्ययान्तपदं सिद्ध्यति. तद्धित इति पदं तत्र सन्धिकार्यं भवति. तद् योगः हित. तद्योगः हित. तत्र एकं सूत्रमस्ति झयोः अन्यतरस्याम् इति सूत्रेण तत्र पूर्वसवर्णादेशः भवति. अस्मिन् सन्दर्भे तद्धित इत्यस्य पदस्य प्रसङ्गे पूर्वसवर्णादेशः भवति. झयोः अन्यतरस्याम् इति सूत्रेण तत्र रूपद्वयं सिद्ध्यति. तद्धितम् एकं रूपं, तद्धितम् अन्यत् रूपम्. इत्युक्ते यत्र कुत्रापि सूत्रे अन्यतरस्याम् अथवा वा इत्यादीनि पदानि अष्टाध्याय्यां सूत्रेषु एतादृशानि पदानि आयान्ति चेत् तदा विकल्पेन रूपद्वयं सिद्ध्यति इति अवगन्तव्यम्. सूत्रमस्ति झयोः अन्यतरस्याम्, अपि च विकल्पेन रूपं भवति. तत्र प्रथमतया जस्त्वं भवति, तत् तद् भवति, तदनन्तरं तद्योगः हित, तद्धित. हकारस्य स्थाने धकारादेशः भवति तत्र. तेन विकल्पेन रूपद्वयम्, एकं रूपं तद्धित, अन्यत् रूपं तद्धित, द्वयमपि साधु एव. एतावता धैर्यम् इति पदं, तद्धितान्तपदं, धीरस्य भावः. जहाति, सूर्यकुमारी भगिनी वदतु. जहाति हा धातु. दक्षिणभगिनी वदतु. वदतु हा धातुः. जहाति प्रथमपुरुषे एकवचनरूपे लट्लकारे अस्ति. उत्तमं. तत्र धातुं पश्यामश्चेत् ओहाक् त्यागे इति दत्तमस्ति. इत्युक्ते अनुबन्धवर्णाः सन्ति. एतावता लौकिकधातुः तु हा धातुः. तत्र जुहोत्यादिगणे अस्ति इति कृत्वा तत्र द्वित्वकार्यं भूत्वा आरम्भे हा हा इति रूपं सिद्ध्यति. तदनन्तरं ह्रस्वः इति सूत्रेण प्रथमः हकारस्य ह्रस्वत्वं भवति. तदनन्तरं हकारस्य स्थाने जकारादेशः भवति कुहोश्चुः इति सूत्रेण. एतावता अन्तिमं रूपं जहाति. जहाति इत्युक्ते जुहोत्यादिगणीय रूपम् अस्ति. जहाति इत्युक्ते त्यजति. पालयन्ति टु अब्स्कॉन्ड ओर टु टु अब्स्कॉन्ड अथवा पलायनं डेजर्ट इत्युक्ते सः धैर्यं न जहाति. इत्युक्ते वीरः धैर्यं न त्यजति कदा आपत्तिषु. धन्यवादाः भगिनी. अनन्तरं शुभदा भगिनी, शुभदा भगिनी भवती वदतु अग्रिमं वाक्यं. चमुः, चमुः भयं नास्ति. चमुः इति उकारान्त दीर्घ उकारान्त स्त्रीलिङ्गशब्दः. तस्य सप्तमी एकवचनं भवति चम्वां. चम्वां भयं नास्ति इति चमुः इति उकारान्त दीर्घ उकारान्त स्त्रीलिङ्गशब्दः खलु. चमुः दीर्घ उकारान्त स्त्रीलिङ्गशब्दः. रूपद्वयं भगिनि धेनुः इत्यस्मिन् अस्ति. ह्रस्व उकारान्तशब्दः अस्ति चेत् धेन्वां धेनौ इति रूपद्वयम् अस्ति. परन्तु दीर्घ उकारान्त अस्ति चेत् वध्वां पश्यामि अत्र. उत्तमं भगिनि. अत्र चमूः इत्युक्ते सेना इति अर्थः अस्ति. अग्रिमं वाक्यं वदतु. अग्रिमं वाक्यं क्षितिः जलम् उद्भवति. क्षितिः इति मतिवत्व तस्य रूपद्वयं भवति सप्तमी एकवचने. क्षित्यां क्षितौ इति भवति जलम् उद्भवति. परन्तु क्षिते इत्युक्ते किं भगिनि न जानामि. भूमिः. भूमिः भूमिः अथवा पृथिवी. तत्र क्षी धातुः भुवादिगणे अस्ति. क्षी इत्युक्ते ह्रस्व इकारान्तधातुः. तस्य रूपं भुवादिगणे तस्य रूपं क्षयति. तत्र क्षी धातुतः गुणकार्यं भूत्वा क्षयति इति रूपं सिद्ध्यति. क्षी धातुतः क्तिन् प्रत्ययस्य योजनेन क्षितिः इति रूपं सिद्ध्यति. जलम् इत्युक्ते वयं सर्वे जानीमः एव आपः इति नित्यबहुवचनान्तशब्दः. उद्भवति वदतु. उद्भवति वदतु. उद्भवति उत् उपसर्गपूर्वकः भूधातोः प्रथमपुरुषे एकवचने लट्लकारः. उत् इति उपसर्गः अस्ति चेत् तस्य अर्थः उत् इति वाट् यु सी अप् लैक् अपवर्ड् उपरि उपरि उत् इति उपरि इति अर्थेन अतः उद्भवति उपरि उपरि आगच्छति जलम् उपरि. अत्र तु उद्भवति इति अत्र अहं चिन्तयामि उत्पद्यते. वयं जानीमः उत्पद्यते अथवा सञ्जायते इत्यादीनि अन्यानि पर्यायवाचनः शब्दाः सन्ति. उद्भवति इत्यस्मिन् अर्थे एव सञ्जायते उत्पद्यते इत्यादीनि पदानि अपि भवितुम् अर्हन्ति. किन्तु उत्पद्यते तस्य उत्पादनं भवति. भवती किं वक्तुमिच्छति वदतु. उद्भवति इति उपरि आगच्छति. उत् इति अप्वर्ड् इति अर्थेन बीजः भूमेः उद्गच्छति उपरि आगच्छति इति तद् अर्थेन. अन्तिमं वाक्यमपि भवती एव करोतु. प्रश्न भगिनी वदतु. भगिनी उद्भवति इति सकर्मक वा उद्योगः भूधातु सकर्मक भवति वा. भूधातोः पूर्वं केचन सम् उपसर्गः अनु उपसर्गः तादृश उपसर्गाः भवन्ति चेत् सकर्मकं भवति. किन्तु अत्र नियमः कः इति द्रष्टव्यम्. अस्तु धन्यवादः भगिनि. अत्र जलम् इति प्रथमविभक्ति एव अस्ति किल. प्रथमविभक्ति एव. सो नाट् कर्मपद अकर्मक एव. प्रश्नः अस्ति भगिनि. वदतु भवत्या क्षिति इति शब्दस्य धातुरूपं किमिति उक्तम् क्षी धातुः इत्युक्ते ह्रस्व इकारान्तधातुः क्षी धातुः क्षयति भुवादिगणे तस्य रूपं भवति धन्यवादः इगन्तधातुः अन्तिमं वाक्यं करोतु अर्जुनः तेजोराशिः इति आवरणे दत्तमस्ति विश्वरूपं पश्यति तेजोराशिः इति इकारान्तपुल्लिङ्गशब्द वा भगिनि राशिः पुल्लिङ्गपदमेव ओके राशिः पुल्लिङ्गपदं तेजोराशिः अपि पुल्लिङ्गपदम् अपि तेजोराशिः इत्युक्ते तत्र समस्तपदमेव तत्पुरुषसमासः भवति तेजोराशिः इत्यस्मिन् पदे समासः कः इत्युक्ते तत्पुरुषसमासः विग्रहवाक्यं कथं भवति इत्युक्ते तेजसः राशिः तेजसः राशिः षष्टितत्पुरुषसमासः भवितुमर्हति साधारणतया तत्पुरुषसमासे उत्तरपदस्य लिङ्गमेव सम्पूर्णपदस्य लिङ्गं भवति इति कृत्वा समस्तपदस्य अन्तिमरूपं पुंलिङ्गरूपमेव प्रातिपदिकं किं तेजस् इति सकारान्त नपुंसकलिङ्गे शब्दः अतः तेजस् इति भवति मनस्वत् मनः मनसि तेजः तेजसि ते मनः मनसि मनांसि सो तेजः तेजसि तेजांसि द्वितीयरूपमपि द्वितीयाविभक्तिरूपमपि तेजसः सोरि तेजः तेजसि तेजांसि प्रथमद्वितीय एतावत् तेजस् इति सकारान्तपदमस्ति नपुंसकलिङ्गपदमस्ति तेजः प्रथमाविभक्ति एकवचनरूपं तेजः तेजः तेजसि तेजांसि इति रूपाणि भवन्ति अस्मिन् वाक्ये अर्जुनः विश्वरूपं पश्यति अत्र विश्वरूपम् इति कर्मपदमस्ति विश्वरूपम् इति अपि समस्तपदमेव भवती किञ्चित् वदति वा अस्मिन् प्रसङ्गे भगिनि विश्वरूपम् इति विश्व एव रूपं तद्वत्वा उत्तमं सम्यक् रीत्या न जानामि परन्तु विश्वरूपः इति प्रथमाविभक्त्यन्तं पदमस्ति अत्र पश्यति इति क्रियापदमस्ति दृष् धातोः रूपम् अस्ति दृष् धातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र अस्मिन् वाक्ये विश्वरूपम् इति कर्मपदमस्ति तस्य विग्रहवाक्यं विश्वम् एव रूपं यस्य सः इति विग्रहवाक्यं भवति बहुव्रीहिसमासः अस्ति तत्र विश्वरूपः इत्युक्ते विश्वव्यापकः सर्वव्यापकः अथवा विष्णुः इत्यादीनि पदानि पर्यायवाचिनः शब्दाः एते विष्णुः इत्युक्ते व्याप्नोति इति विष्णुः सर्वव्यापकः इति वक्तुं शक्नुमः तस्मिन्नेव अर्थे अत्र विश्वरूपः इति पदं दत्तमस्ति विश्वम् एव रूपं यस्य सः इति विग्रहवाक्यं भवति तत्र बहुव्रीहिसमासप्रसङ्गे सूत्रद्वयमस्ति शेषो बहुव्रीहिः अनेकमन्यपदार्थे सूत्राभ्यां बहुव्रीहिसमासः क्रियते भगिनि तेजो राशिः इति पदस्य सप्तमी तेजो राशौ वा धन्यवादः अपि च भगिनि विश्वरूपं विश्वरूपः इति प्रातिपदिकं भवति वा विश्वरूपः रामशब्दवत् रूपाणि इति नपुंसकलिङ्गं न भवति तदेव तत्र वैशिष्ट्यमस्ति बहुव्रीहिसमासप्रसङ्गे अन्यपदस्य विशेषणं भवति साधारणतया बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति तदर्थमेव विश्वरूपः कः परमात्मा परमात्मनः विशेषणमस्ति विश्वरूपः इति कृत्वा यद्यपि रूपम् इति पदं नपुंसकलिङ्गपदं रूपं रूपे रूपाणि तथापि बहुव्रीहिसमासे लिङ्गपरिवर्तनं दृश्यते विशेषणस्य तदेव भवति इति आं भगिनि अत्र एतावता अष्टाविंशति वाक्यानि वयं समापितवन्तः अग्रे सरेम भगिनि धन्यवादाः वेदा भगिनी भवती करोतु वेदा भगिनी कोष्टकसहायेन यथोदाहरणं वाक्यानि वदत कोष्टकसहायेन साहाय्येन यतो उदाहरणं वाक्यानि वदत इत्युक्ते कोष्टकसहायेन तृतीयाविभक्ति साहाय्यं साहाय्येन यतो उदाहरणं वाक्यानि बहुवचनं वाक्यशब्द वाक्यं वाक्ये वाक्यानि वदत मध्यमपुरुष बहुवचनं लोट्लकाररूपमस्ति वदत कोष्टकसाहाय्येन कोष्टकम् अत्र कोष्टके दत्तमस्ति द्वे किं वदति किं वदामि द्वे शब्दः अश्रु नेत्रे कन्दुकानि श्रूयतौ अत्र उदाहरणं दत्तमस्ति अश्रु नेत्रयोः अस्ति अश्रु कुत्र अस्ति नेत्रयोः अस्ति तत् तदेव अत्र कोष्टकसाहाय्यम् इति समस्तपदमस्ति तत्र कोष्टकस्य साहाय्यम् इति वक्तव्यमस्ति तत्र समस्तपदमेव कोऽपि वदति वा साहाय्यम् इत्यपि तद्धितप्रत्ययान्तपदमेव साहाय्यं सह सहपदस्य आयाति वा सहायं साहाय्यं सहायस्य भावः साहाय्यम् उत्तमं सहायस्य भावः साहाय्यम् यथा वयं पूर्वं दृष्टवन्तः अन्यत् पदमपि धीरस्य भावः धीरस्य भावं धैर्यं धैर्यं तथा एव सहायस्य भावः साहाय्यं सुखस्य भावः सौख्यम् इत्यादीनि पदानि सन्ति अत्र वाक्यानि इति कर्मपदमस्ति अपि च अत्र अश्रु इति पदमस्ति तस्य रूपाणि वदतु अत्र अश्रुशब्दस्य प्रथमाविभक्त्यन्तरूपाणि वदतु अत्र नपुंसकलिङ्गे अस्ति वा रुकारान्त नपुंसकलिङ्गपदं वा अश्रु अश्रूणि अश्रुणि पदमस्ति उकारान्त नपुंसकलिङ्गपदं ह्रस्व उकारान्त नपुंसकलिङ्गपदं कथम् इत्युक्ते मधुशब्दवत् अस्य रूपाणि वक्तव्यानि मधु मधुनि मधूनि मधु मधुनी मधूनि अधुना वदतु अश्रु अश्रुणी अश्रूणि अश्रु शब्दे अन्तिमवर्णः उकारः अस्ति उकारः अस्ति इति कृत्वा अश्रु अश्रुणी अश्रूणि रूपाणि भवन्ति किन्तु अत्र रेफः अस्ति इति कारणतः केषुचित् स्थलेषु णत्वसहितं रूपम् आयाति तृतीयाविभक्ति एकवचनम् अश्रुणा षष्टिविभक्ति बहुवचनम् अश्रुणाम् णत्वसहितं रूपं वक्तव्यं तत्र किन्तु रूपाणि मधुशब्दवत् भवन्ति प्रथमाविभक्तौ अश्रुणि नकारः न तत्रापि आयाति अश्रुणि अश्रूणि णत्वसहितं रूपमेव वक्तव्यम् ऋकारनिमित्तं कारणं रेफः रेफ अश्रु रूपं पश्यतु अत्र अचुवर्णः नास्ति शकारात् परं रेफः अस्ति अथवा रकारः अस्ति तदनन्तरम् ऊकारः अस्ति एतावता पदं तु ऊकारान्तपदं नपुंसकलिङ्गपदम् इदं वाक्यं परिशीलयामश्चेत् अत्र द्विवचनरूपं दत्तमस्ति किमर्थं नेत्रं नेत्रस्य द्विवचनं ऑलवेज so netra netre netra it's in the dual only it's about, it's that's why netra yoho saptami vibhakti dvivachanam asti netra yoho asti uttamam atra vakyam asti ashru netrayoho asti athava netrabhyam ashruni patanti ashruni patanti netrabhyam ashruni patanti iti api अग्रिमं वाक्यं करोतु इषवः तूणीरे इषवः तूणीरे इषवः तूणीरे तूणीरेयोः इषवः तूणीरेयोः सन्ति तूणीरयोः सन्ति तूणीरयोः सन्ति इषु शब्दस्य रूपाणि वदतु इषु एकनिमिषं ऋषु इषु इषवः इषु इष गुरुः गुरु गुरुः गुरु गुरवः एतत् इषुः इषु इषवः इषुः इषू इषवः इषवः उत्तमं तूणीरः इति पदमस्ति पूर्वमपि उक्तवती शरैः तूण्यते अथवा पूर्यते इति तूणीरः इति लिखितम् अस्ति अग्रे वदतु योद्धारः सेने योद्धारः सेने सेने तत्र से तत्रापि द्विवचनम् उपयोगं कर् योद्धारः सेनयोः योद्धारः सेनयोः किं वदति योद्धारः सेनयोः योद्धारः सेनयोः भवन्ति सन्ति उत्तमं योद्धारः सेनयोः भवन्ति अत्र योद्धारः युद्धशब्दस्य किं वदति युद्धशब्दस्य आयाति योद्धारः अत्र पश्यतु योद्धारः इति पदस्य वचनं किम् एकवचन न योद्धारः योद्धा योद्धारौ योद्धारः बहुवचनं बहुवचनं एकवचनरूपं पुनः वदतु योद्धः योद्धारौ योद्धारः योद्धा ऋकारांग प्रातिपदिकम् उत्तमं भगिनी वदतु एकवारं वदतु योद्धृ प्रातिपदिकं योद्धा योद्धारौ योद्धारः इति प्रथमविभक्तौ रूपाणि उत्तमम् इतोपि किञ्चित् वदतु योद्धृ इत्यस्मिन् प्रसङ्गे योद्धृ इट्स् लैक् पितृ मातृ ऋकारान्त पुल्लिङ्गपदं तृक्प्रत्यय युद्ध तिषु लङ्गेषु भवति किञ्चित् उक्तवन्तः एव भवन्तः पूर्णतया वदामि अत्र युद्धधातुः अस्ति युद्धधातुः ह्रस्व उदुपधधातुः इत्युक्ते युद्ध इति कथनेन उपधायाम् ऊकारः अस्ति ऊकारः उपधायाम् अस्ति अपि च धातुः हलन्तधातुः युद्धधातुः अस्ति इति कृत्वा पुगन्तलघुपधस्य च इति सूत्रेण युद्ध योद्ध भवति तदनन्तरं तत्र तृच् इति एकः प्रत्ययः अस्ति तृच् इति कथनेन तृच् इत्यस्मिन् चकारस्य अपगमनं भवति चकारः अपगच्छति इति संज्ञकवर्णः भूत्वा तृ एव तत्र अवशिष्यते अधुना वर्णमेलनं कुर्मः चेत् युद्ध योद्ध भवति योद्धयोगः तृ तत्र योद्धृ इति रूपं भवति किन्तु तत्र अन्यानि हल्सन्धिकार्याणि सन्ति इति कृत्वा प्रातिपदिकं योद्धृ प्रथमाविभक्त्यन्तं रूपं योद्धा अत्र बहुवचनं दत्तमस्ति सेना इति कीदृशं पदम् स्त्रीलिङ्गपदम् उत्तमं वेदा भगिनी भवती वदतु अग्रिमं वाक्यं कन्दुकानि योद्धृ इति सम्बन्धेन कर्तृ अपि च पितृ द्वौ पदाः पदानि सन्ति यो कर्तृ अस्ति चेत् कर्ता कर्तारौ कर्तारः इति भवति पितृ अस्ति चेत् पिता पितरौ पितरः इति भवति सो मे बि योद्धृ भेदः अस्ति इत्युक्ते तत्र भिन्नसूत्रेण इमानि पदानि निर्मितानि किन्तु पितृ मातृ भ्रातृ इत्यादीनि पदानि भिन्नसूत्रेण तेषां निर्माणं भवति तदर्थमेव तत्र द्विवचनरूपं ह्रस्वरूपं दृश्यते तेषु किन्तु अत्र कर्ता कर्तारौ कर्तारः योद्धा योद्धारौ योद्धारः द्विवचनरूपे दीर्घं श्रूयते अत्र क्रूधातुतः तृच् योजनेन कर्तृ इति प्रातिपदिकं सिद्ध्यति प्रथमान्तरूपं कर्ता भवति अधुना वदतु अग्रे पठामि वा कन्दुकानि श्रूयतौ कन्दुकानि श्रूयतौ कन्दुकानि बहुवचनमस्ति प्रथमा बहुवचनं कन्दुकानि कन्दुकं शब्दस्य बहुवचनं कन्दुकानि अत्र स्यूतौ स्यूतयोः पदस्य लिङ्गं किं स्यूत स्यूतः अकारान्तपुल्लिङ्ग भूमा भगिनी वदतु अकारान्तपुल्लिङ्गः अकारान्तपुंलिङ्गः उत्तमं भगिनि तत्र स्यूतः इति पुंलिङ्गशब्दः तत्र सप्तमी विभक्ति द्विवचनमस्ति स्यूतौ स्यूतयोः स्यूतयोः कन्दुकानि स्यूतयोः कन्दुकानि स्यूतयो बेग् सन्ति सन्त कन्दुकानि स्यूतयोः स्तः वा अल्ल कन्दुकानि भवती एव वदतु अत्र स्तः इति क्रियापदं साधु वा नो चेत् सन्ति साधु वा कन्दुकानि सन्ति कर्तृप्रयोगे कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति स्तः नाम भगिनि तत्र कन्दुकानि सन्ति अग्रिमे कथाः इतिहासौ कथाः कथाशब्दस्य बहुवचनं कथाः कथः रामशब्दमत्वा कथः कथौ कथाः कथा स्त्रीलिङ्गं ओके कथाशब्दस्य ओके कथाशब्दस्य बहुवचनं कथाः इतिहासौ इतिहासौ अपि रामशब्दवत् द्विवचनम् इतिहासौ तत्र इतिहासौ इतिहासयोः कथाः इतिहासयोः कथाः इतिहासयोः भवन्ति और् सन्ति कोऽपि उपयोगं कर्तुं शक्नुमः अत्र एतावता कथा शब्दः कीदृशः इत्युक्ते लिङ्गं किं कथा शब्द स्त्रीलिङ्गशब्दं कथा रमावत् रूपाणि वदतु रमा रमे रमाः कथा कथे कथाः उत्तमम् अत्र एतावता इतिहासः इति पदमस्ति इतिहासः इत्युक्ते प्राचीना कथा पुनः वदतु कथाः किं वदामि कथाः इतिहासयोः भवन्ति उत्तमं कथाः कुत्र सन्ति कथाः इतिहासयोः सन्ति उत्तमं भगिनि अनन्तरं भूमा भगिनि भवती करोतु औषधं कूप्यौ औषधं नपुंसकलिङ्गम् औषधं कूप्यौ कूपी ईकारान्तस्त्रीलिङ्गः कूप्यौ द्विवचने अस्ति कूपी कूप्यौ हो कूपी नदी शब्दवत् कूपी कूप्यौ कूप्यां सन्ति कूप्यां कूप्योः सन्ति कूप्योः सन्ति उत्तमं द्विवचनरूपं वक्तव्यं कूप्योः सन्ति उत्तमम् अत्र औषधम् अस्ति वदतु अस्ति अस्ति एकवचनं एतावता औषधमस्ति कुत्र कुत्र अस्ति कूप्याम् अस्ति कूप्योः अस्ति उत्तमं कूप्योः अस्ति औषधम् इत्युक्ते पूर्वस्मिन् वर्गे अपि उक्तवती वदतु भिषक् भिषक् भिषक् शब्दवत् भिषक् अत्र किञ्चित् वदामि औषधम् इति पदं तद्धितप्रत्ययान्तपदम् ओषधिः ओषधिः इति एकं पदमस्ति ओषधेः इदम् औषधम् इत्युक्ते आदिवृद्धिः भवति तद्धितान्तरूपेषु ओषधेः इदम् औषधम् औषधम् इत्यस्मिन् अर्थे अन्यत् पदमपि अस्ति भेषजं भेषजम् अथवा भैषज्यं तत्र भेषजम् इति पदं कथमागतम् इत्युक्ते भिषक् शब्दात् भेषजम् इति आगतं भिषक् इत्युक्ते वैद्यः भिषक् इति शब्दः जकारान्तशब्दः भिषक् भिषजौ भिषजः इत्युक्ते यदा वयं हलन्तरूपाणि पठिष्यामः तस्मिन् प्रसङ्गे आयाति भिषक् शब्दात् भेषजम् इति आयाति भेषजम् अथवा भैषज्यम् इत्यादीनि पदानि औषधशब्दस्य कृते समानार्थकानि इति वक्तुं शक्नुमः भिषक् इत्युक्ते वैद्यः अग्रे वदतु कङ्कणानि हस्तौ कङ्कणं नपुंसकलिङ्गं कङ्कणानि बहुवचने अस्ति, प्रथमाविभक्ति बहुवचने. हस्तौ हस्तः हस्तौ हस्त हस्ताः हस्तः शब्दः अकारान्त वा? अकारान्त अकारान्त. हस्तं द्वितीयवचनं द्वितीयविभक्ति. कङ्कणानि हस्तयोः सन्ति बहुवचने अस्ति. कङ्कणानि अत्रापि परसवर्णादेशः अस्ति, नत्वं भवति. इत्युक्ते कवर्गीय अन्तिमव्यञ्जनम् अत्र लिखितमस्ति. एवं रीत्या लेखनीयं कङ्कणानि. कङ्कणं कणति इति कङ्कणं, कङ्कणम् इत्यस्मिन् अणत्वं भवति. कङ्कणं वयं जानीमः, किन्तु अहं पृच्छामि भगिनि, कङ्कतम् इति एकं पदम् अस्ति, तस्य अर्थः कः? कङ्कतम् युधिष्ठिरः विराट् न केशस्य प्रसादनं करोति कङ्कतं. केशस्य प्रसादनं वा केशस्य समीकरोति खलु कङ्कतेन केशस्य प्रसादनं वा अथवा? उत्तमम्. इत्युक्ते केशानां प्रसादनं करोति कङ्कतं. कङ्कतम् अथवा कङ्कतिका, कङ्कतिका इति वदनेन लघु कङ्कतम् इति वक्तव्यं. कङ्कतिका इति आकारान्तपदमपि अस्ति, किन्तु कङ्कतम् इत्युक्ते कोम्ब् इत्यर्थः. अश्वः नयने, अश्वः अकारान्त पुल्लिङ्गशब्दः, बहुवचने अस्ति अश्वः. अयने अयने अयनम् अयने अयनानि, नपुंसकलिङ्गशब्दः. अयने द्विवचनमस्ति. अश्वाः अयनयोः सन्ति भवन्ति सन्ति. उत्तमम्. अश्वाः अयनयोः सन्ति. अयनं ल्युडन्तपदं, ल्युडन्तपदानि सर्वाणि नपुंसकलिङ्गे एव भवन्ति. अयनम् अयने अयनानि. तत्र अयनम् इति पदं कुत्र दृश्यते? रामायणं दक्षिणायनम् उत्तरायणं, रामायणं दक्षिणायनम् उत्तरायणं. तत्र रामस्य अयनं रामायणम् इति भवति. अयनम् इत्युक्ते गमनं. अत्र अयनमित्युक्ते मार्गः अथवा पथः. भगिनी, भगवद्गीतायामपि अस्ति खलु प्रथमे प्रथम अध्याये, अयनेषु च सर्वेषु धाभागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव इति. तदपि अर्थः समानमेव, समानार्थकपदमेव. तदेव अयनम्. अग्रिमं पदमपि वदतु. नूपुरे पादौ, नूपुरः वा? नूपुरं नपुंसकलिङ्गं नूपुरं. नूपुरे नूपुराणि. उत्तमम्. अत्र नूपुराणि भवति इत्युक्ते नत्वसहितं रूपं वक्तव्यं. भगिनि, नूपुरे पादयोः स्तः किल? नूपुरे पादयोः भवति, भवति भवतः. नूपुरम् इति पदं नपुंसकलिङ्गपदं द्विवचनरूपं, तदर्थम् अत्र क्रियापदं कथं भवितुमर्हति? भवतः, भवतः अथवा स्तः. उत्तमं. नूपुरे पादयोः स्तः भवतः. अत्र पादौ इति पदं दत्तमस्ति, तस्य रूपं किम्? पादः पादौ पादाः पादाः. अत्र पादः इति अकारान्तपदम् पदमस्ति. एतावता पादः इति अकारान्तपदम्, अन्यत् पदमपि अस्ति अस्मिन्नेव अर्थे. पद् इति हलन्तपदमस्ति. साधारणतया अहं पादाभ्यां चलामि इत्युक्ते तत्र तृतीयाविभक्ति द्विवचनरूपं योजयित्वा वदामः, अहं पादाभ्यां चलामि इति वाक्यमपि साधु, नो चेत् अहं पद्भ्यां चलामि. पद्भिः पद्भ्यां, तत्र हलन्तशब्दः अस्ति किन्तु अत्र अजन्तशब्दः आकारः अस्ति. एतावत् अत्र भेदः कः इत्युक्ते, पादः इति अजन्तशब्दः, पद् इति हलन्तशब्दः, स एव अत्र अन्तरम् अस्ति. पद्भ्यां चलामि, पादाभ्यां चलामि, स एव तत्र पार्थक्यम् अथवा अन्तरम् अथवा भेदः. उत्तमं भगिनि, धन्यवादः. गीताञ्जलि भगिनी भवती करोतु. यथोदाहरणं वाक्यानि रचयत. रचयत लोट् मध्यमपुरुष, वाक्यानि कर्मपदं बहुवचन नपुंसकलिङ्गं. यथोदाहरणं ल्युडन्तपदम् अस्ति तत्र. यथा उदाहरणं गिरयः, सर्पः गिरिषु सञ्चरति. किं वदामि तत्र, सञ्चरति लट् प्रथमपुरुष एकवचन, गिरिषु इति सप्तमी बहुवचनरूपं, गिरयः इति प्रथम बहुवचनम् अस्ति चेत् गिरिषु सप्तमी बहुवचन भवति. गिरि इति इकारान्तपदम् अस्ति, ततः आयाति. सञ्चरति तत्रापि परसवर्णादेशः अस्ति, परसवर्णसहितं रूपम् अत्र दत्तम् अस्ति. प्रथमं वाक्यं करोतु उदाहरणम् इव. अस्तु भगिनि, प्रयत्नं करोमि. कन्दराः, कन्दराः इत्युक्ते सर्पः, कन्दरासु सञ्चरति. स्त्रीलिङ्गपदं वा कन्दराः इति मन्ये? आं भगिनि, कन्दरा इति स्त्रीलिङ्गपदमस्ति इति भाति, किन्तु अत्र पदं कन्दराः इति स्त्रीलिङ्गे अथवा पुंलिङ्गे एकमेव रूपम् इव दृश्यते. अत्र कन्दरः अस्ति चेदपि बहुवचनरूपं कन्दराः एव भवति, कन्दरा इति आकारान्तपदम् अस्ति चेदपि बहुवचने तथा भवति, किन्तु कन्दरा इति आकारान्तस्त्रीलिङ्गपदमस्ति इति अहं मन्ये. तत्र कन्दरा इत्युक्ते गुहा इति अर्थः. गुहा. सर्पः कुत्र वसति अथवा कुत्र सञ्चरति? सर्पः कुत्र सञ्चरति? सर्पः कन्दरासु सञ्चरति. उत्तमम्. अत्र सञ्चरति इत्यस्मिन् स्थाने अन्यत् क्रियापदं योजयित्वा वदतु. आं भगिनि, सर्पः कन्दरासु भ्रमति. सर्पः कन्दरासु चलति. अपि सर्पः कन्दरासु अग्रिमं वाक्यम् अटति. अपि अटति स्वपिति. गुल्माः, गुल्माः अपि स्त्रीलिङ्गपदं मन्ये भगिनि, सत्यं वा? गुल्मः, गुल्मः पुंलिङ्गम् अस्ति चेत् सर्पः गुल्मेषु सञ्चरति. सर्पः गुल्मयोः गुल्मेषु, अत्र तु गुल्मेषु सञ्चरति. इतोपि किमस्ति? अग्रिमं वाक्यमपि करोतु. गुल्मः इत्युक्ते अर्थ इत्युक्ते सस्यानि, सस्यानां समूहः. गुल्मः इत्युक्ते बुश् इति वक्तुं शक्नुमः. अग्रिमं वाक्यं करोतु. सर्पः, अत्र गुहाः दत्तं. गुहा अपि स्त्रीलिङ्गपदमस्ति इति मन्ये. गुहा, सो सर्पः गुहासु सञ्चरति. कन्दरासु सञ्चरति वा गुहासु सञ्चरति, समानार्थक अत्र. तरवः, तरवः अकारान्त पुंलिङ्गपदम् इति मन्ये. तरवः इत्युक्ते तरु उपरि इति न तरौ उपरि तरुः इति कीदृशं पदम् उकारान्त गुरुवत् अस्ति वा न भगिनि पुंलिङ्गं मन्ये भगिनि भवति सप्तमी तरौ तरवः इस् बहुवचन सो तरुषु गुरुषु तरुषु भगिनि एकवारं तरु शब्दस्य रूपाणि प्रथमाविभक्त्यन्त रूपाणि वदतु तरुः तरु तरवः सप्तमी विभक्तिरूपाणि वदतु सप्तमी तरौ तरयोः तरुषु तत्र सर्वोः द्विवचनरूपं क्षम्यतां भगिनि तर्वोः इति सत्यं तर्वोः तरौ तर्वोः तरुषु अधुना वाक्यं पूरयतु सर्पः तरुषु सञ्चरति इति उत्तमम् एतावत् अत्र भिन्नं क्रियापदं योजयित्वापि वाक्यं लेखितुं शक्नुमः भुवादिगणे एकसहस्रं धातवः सन्ति तेषु धातुषु बहवः धातवः गत्यर्थकधातवः सन्ति भुवादिगणे गति इत्यस्मिन् अर्थे बहवः धातवः सन्ति इत्युक्ते कः प्राणी कीदृशरीत्या सञ्चरति भिन्नगतिषु कः कः कीदृशरीत्या चलति बहूनि क्रियापदानि गत्यर्थकक्रियापदानि भुवादिगणे सन्ति इति अत्र मुख्यविषयः धन्यवादः भगिनि अधुना सर्पस्य कुटिलगतिः इति वदामः किल इट् गोस् नाट् इन् अ स्ट्रेट् लैन् इट् गोस् कुटिलः उत्तमं तदर्थमेव तस्य नाम भुजगः उरगः अपि तत्र उरगः इति कथनेन उरसा गच्छति इति विग्रहवाक्यं वक्तव्यं भवति किन्तु भुजगः इत्युक्ते भुजं गच्छति इति वक्तव्यं तत्र भुजं गच्छति इत्युक्ते कुटिलरीत्या गच्छति इत्युक्ते तदर्थमेव तस्य नाम भुजगः अथवा भुजङ्गमः रूपद्वयमपि साधु एव तत्र विग्रहवाक्यं भुजं गच्छति इति वक्तव्यं तत्र भुज इति अर्थः तु कुटिलता कौटिल्यम् इत्युक्ते नाट् स्ट्रैट् सर्पति अपि एकं क्रियापदम् अस्ति भगिनि सर्पति सृप् सर्पति उत्तमं कस्मिन् गणे भवादिगणे अष्टाध्यायी मध्ये कथं रूपं सिद्ध्यति सर्पति सर्पति सर्पतः सर्पन्ति सर्पसि सर्पथः सर्पथ सर्पामि सर्पावः सर्पामः उत्तमं गीताञ्जलि भगिनि सर्पति तत्र सृप् इति धातुः अस्ति सृप् धातुतः भुवादिगणीयकार्यं वदतु तत् सृप् धातुः अस्ति तत् उपधा ऋकारान्त उपधा अस्ति इत्युक्ते लघु उपधा अस्ति पुगन्तलघुपदस्य गुणकार्यं भवति चेत् आयाति उत्तमम् तत्र सृप् इत्यस्मिन् उपधायां ह्रस्वऋकारः अस्ति इति कृत्वा भुवादिगणीयधातुः अस्ति इति कृत्वा सृप् सर्प् भवति सर्पयोगः आयोगः ति सर्पति इति भुवादिगणीयधातुः उत्तमं भगिनि सकर्मकः अस्ति भगिनि अत्र एतद् धातुः एषः धातुः सकर्मकः अस्ति इति दत्तमस्ति अष्टाध्यायी मध्ये किमर्थं सकर्मकः सर्पः सर्पति तत्र कर्तु कर्त क्रियाफलं प्राप्नोति एकपदं लिफ्टिङ्ग् वन् पदम् अण्ड् देन् कीपिङ्ग् इट् सम् अदर् प्लेस् सो गमधातु इस् आल्सो सकर्मकं दट् इस् फलं भवति कर्ता रीचस् फ्रम् वन् प्लेस् टु अनदर् That is why Gamadhadu also gets Sakarmakam. Similarly, Char also should get Sakarmakam. So, destination falls in as a Karmapadam. Serves as Karmapadam. Phalam Bhavati Tatra. अत्र प्रश्नः तु सर्पति इति क्रियापदं सकर्मकक्रियापदम्. एकं वाक्यं निर्मातु सर्पति इति योजयितु. सर्पति एकं संशयः, सर्पति सर्पः एव करोति प्राणी करोति एव गमनं गुहायां सर्पति. कर्मपदं योजयित्वा वदतु. सर्पः बिलं सर्पति. सर्पः वृक्षं सर्पति. किमपि वृक्षं सर्पति. गन्तव्यस्थानं ग्रामं गच्छति. गन्तव्यस्थानं द्वितीया विभक्तौ भवति किल. उत्तमं. सर्पति इति क्रियापदमपि अस्ति. उत्तमं भगिनी. सुजाता भगिनी भवती करोतु. भगिनी एक वाक्य अस्ति तत्र, सैनिकः विदेशं सर्पति. यदि सकर्मक वा तत् समीचीनं वा? विदेशं सर्पति न. तत्र सर्पति इति सकर्मकक्रियापदमस्ति इति कृत्वा तत् वाक्यं साधु एव, किन्तु तादृशप्रयोगः भवति वा? तत्र सर्पति इति क्रियापदं गत्यर्थकक्रियापदम् इति दत्तमस्ति, किन्तु साधुप्रयोगः वा न वा इति चिन्तनीयम्. अस्तु भगिनि. सर्पः लतायां सञ्चरति. लता लते लताः. अकारान्त स्त्रीलिङ्ग अस्ति लता. आकारान्त आकारान्त. सर्पः लतायां सञ्चरति. लताः बहुवचन किल, सप्तमी अपि बहुवचन लतासु. लतासु एतावता अयम् अभ्यासः तु बहुवचनरूपाणां कृते एव. अत्र बहुवचनरूपाणि वक्तव्यानि. गिरिषु सञ्चरति, लतासु सञ्चरति इति वद. अग्रे वदतु. बिलानि उपरि कोष्टके सर्वाणि द्विवचनानि किल, अत्र बहुवचनानि. बिलानि बिलं बिले बिलानि. अकारान्त नपुंसकलिङ्ग अस्ति. बिलं सर्पः बिलेषु सञ्चरति. अत्र अन्यत् क्रियापदं योजयित्वा वदतु. भ्रमति वसति. बिलेषु चरति. चरति वसति. नो चेत् शेते इति अपि साधु एव. स्वपिति इति अपि साधु. निद्राति बिलेषु स्वपिति. शेते अत्र गुह्यते इति अस्ति. गुह्यति इत्युक्ते तत्र गुह् धातोः रूपं. गुह्यति गुह्यति इत्युक्ते हैडिङ्ग्, किन्तु गुह्यते इति कथनेन कर्मणि लट् रूपं भवति. तत्र गुह् धातोः रूपं गुह्यति अस्ति, गुह्यते अपि अस्ति. बिलेषु गुह्यते. उत्तमं. गुह्यते अत्र ऊदुपधायाः गोहः इति एकं सूत्रमस्ति गुह् धातोः प्रसङ्गे. तेन कारणेन गुः धातुतः गुह्यति इति रूपं सिद्ध्यति. अग्रिमं वाक्यं करोतु. वल्मीकानि वल्मीकानि वल्मीका वल्मीके वल्मीकानि. सर्पः वल्मीकासु वल्मीकासु नास्ति वल्मीकेषु वल्मीकेषु. किमर्थं के सप्तमी विभक्ति बहुवचनम् अस्ति. नपुंसकलिङ्ग वल्मीकानि, परन्तु नपुंसकलिङ्गशब्दाः तृतीया विभक्तिवत् पुल्लिङ्गवत् एव चलति किल. आम् आम्. उत्तमं तदेव वल्मीकं वल्मीकानि तत्र नपुंसकलिङ्गपदमस्ति इति कृत्वा तस्य रूपं वल्मीकेषु इति भवति वल्मीकम् इत्युक्ते किम् पिपीलिकानां गृहं पिपीलिकैः निर्मितं गृहं वाल्मीकिः इति पदं वयं जानीमः वाल्मीके भवः वाल्मीके भवः वाल्मीकिः वाल्मीकसम्भवः वाल्मीकि उत्तमम् तत्र तद्धितप्रत्ययान्तपदमेव किन्तु तत्र विशिष्टप्रत्ययः अस्ति तत्र इन् इति सः यदा प्राचेतस इति पूर्वनाम तस्य यदा उग्रतपः आचरति तदा वल्मीक रोहति वल्मीकः सः बहिः आगच्छति अतः वाल्मीकि इति नाम प्रसिद्धः भवती उक्तवती एव प्राचेतसः प्राचेतसः इत्यस्य पदस्य प्रसङ्गे रूपाणि किञ्चित् विशिष्टरूपाणि भवन्ति प्रथमाविभक्त्यन्तरूपाणि किञ्चित् वदतु प्राचेतसः अपि तद्धितः प्रचेतस्य पुत्रः अपत्यं पुमान् प्राचेतसः प्राचेतस इति सकारान्त सो प्राचेतसा प्राचेतसौ प्राचेतसाः नचिकेताः नचिकेतसौ नचिकेतसः तत्र रूपाणि प्रथमाविभक्ति एकवचनरूपं तत्र दीर्घं दृश्यते किन्तु बहुवचने दीर्घं नास्ति गोमती भगिनी वदतु रूपाणि नचिकेतस् प्रातिपदिकं नचिकेताः नचिकेतसौ नचिकेतः नचिकेताः इति प्रथमविभक्ति न किल नचिकेतः एव न न तदेव तदेव अहं वक्तुमिच्छामि अत्र नचिकेताः शब्दः इव प्राचेतसः इति पदस्य रूपाणि अपि भवन्ति पुनः वदतु गोमती भगिनी नचिकेताः नचिकेतसौ नचिकेतसः तथा एव प्राचेताः प्राचेतसौ प्राचेतसः उत्तमं तथा वक्तव्यानि रूपाणि धन्यवादः एतत्तु पुंलिङ्गपदं किल भगिनि पुंलिङ्गपदमेव परन्तु तत्र अप्सरस् इति सकारान्त स्त्रीलिङ्गे अस्ति अत्र पदं समस्तपदमस्ति समस्तपदमस्ति इति कृत्वा तस्य रूपाणि भिन्नानि भवन्ति चन्द्रमा चन्द्रमसौ चन्द्रमसः इव प्राचेतसः इति पदस्य प्रसङ्गे अपि भवन्ति एतावत् अग्रिमं वाक्यं करोतु शाखाः शाखा शाखा अकारान्त स्त्रीलिङ्गशब्दम् अस्ति शाखा शाखे शाखाः सर्पः शाखासु सञ्चरति शाखा इति आकारान्तपदमस्ति शाखी इति कथनेन तत्र नकारान्तपदं भवति शाखिन् शाखिन् प्रातिपदिकमस्ति शाखी इत्युक्ते वृक्षः सर्पः शाखासु भ्रमति तिष्ठति सुप्यते स्वपिति इति पदस्य कर्मणि लट् रूपं सुप्यते सर्पेण सुप्यते इति वाक्यं भवति कर्मण्यर्थे साधु भगिनी उत्तमं धन्यवादः धन्यवादः अरविन्दमहोदय भवान् करोतु प्रश्नः अस्ति भगिनी शाखा इति स्त्रीलिङ्गे नास्ति वा शाखा आकारान्त स्त्रीलिङ्गपदम् शाखिन् इति भवत्या किमपि उक्तं न अवगतम् केवलम् उक्तवती इत्युक्ते यस्य शाखाः सन्ति सः शाखी तरुः वृक्षः तत्र शाखी इति शब्दस्य प्रातिपदिकं शाखिन् विषयान्तरमेव किञ्चित् उक्तवती अधुना महोदय करोतु यदोदाहरणं वाक्यानि वदत आवरणे विषयरूप आधारः पूर्वम् उक्तवती किम् उक्तवती औपश्लेषिकः आधारः अथवा एकदेशेन सम्बद्धः आधारः इत्युक्ते अत्र आधारत्रयमस्ति इति वयं पठितवन्तः औपश्लेषिकः आधारः विषयरूप आधारः सर्वगत आधारः इति त्रयः आधारः अत्र विषयरूप आधारः इत्युक्ते मनसि गत आधारः इत्युक्ते सप्तमीविभक्तेः प्रयोगः कुत्र भवति इति पश्यामश्चेत् एतावत्पर्यन्तं वयम् एकदेशेन सम्बद्धः आधारस्य प्रसङ्गे वयं पठितवन्तः अधुना मनसि गत आधारः तादृशेषु स्थलेषु अपि अस्य प्रयोगः भवति करोतु उदाहरणमस्ति मम गीतायाम् अभिरुचिः अस्ति मम अभिरुचिः गीतायाम् अस्ति अभिरुचिः रुच् धातु अभि उपसर्ग प्रथमपुरुष एकवचन अभिरुचिः दिस् इस् तिङ् प्रत्यय अहं सम्यक् न जानामि किन्तु रुच् धातोः रूपमेव रुच् धातु रूपमेव रुच् धातोः लट्लकाररूपं किम् रोचते रोचते उत्तमं तत्र कीदृशं कार्यं भवति वदतु रुच् रोचते मन रमते तस्मिन् विषये यस्मिन् विषये मन रमते तस्य क्रियारूपम् अस्ति रोचते उत्तमं रोचते इत्यस्मिन् प्रसङ्गे तत्र रुच् धातोः प्रसङ्गे मह्यं रोचते तत्र चतुर्थी विभक्तिरूपं वक्तव्यं मह्यं संस्कृतं रोचते रुच् धातुः अपि उदुपधधातुः अस्ति इति कृत्वा पुगन्तलघुपधस्य च इत्यनेन रुच् रोच् भवति रोचते रोचते इति आत्मनेपदीरूपम् अस्ति अग्रे करोतु मतिः स्वधर्मः मम मतिः स्वधर्मे तिष्ठति अत्र मन् धातोः रूपं मतिः स्वधर्मः स्वस्य धर्मः अग्रे करोतु विश्वासः गुरु अस्माकं विश्वासः गुरुषु किमर्थं भगिनि अत्र भवेयुः इति विधिलिङ्गलकाररूपम् अस्ति किन्तु कर्मण्यर्थे कथं भवति इत्युक्ते भवनीयं भवितव्यम् इत्यादीनि पदानि योजयित्वा वाक्यं लेखितुं शक्नुमः अस्मिन्नेव अर्थे पुनः चिन्तयतु भगिनी किमर्थं भवेयुः विश्वासः एव गीताञ्जलि भगिनी चिन्तयतु अत्र भवेयुः इति बहुवचनरूपम् अस्ति एव किन्तु अत्र वाक्यं पश्यतु मम विश्वासः अथवा अस्माकं विश्वासः अत्र मम विश्वासः इति कथनेन अस्मिन् वाक्ये कर्तृपदं विश्वासः विश्वासः कुत्र भवेत् गुरुः गुरौ साधु एव गुरौ वा भवतु अथवा गुरुषु वा भवतु किन्तु वाक्ये भूधातोः विधिलिङ्गलकाररूपं योजयित्वा वदामश्चेत् तत्र किं रूपं साधु भवति इति प्रश्नः भवेत् वदतु भगिनि भवतु साधु अपि अपि साधु न भवतु साधु उत्तमं लोट्लकारः वा भवतु विधिलिङ्गलकारः भवेत् मम विश्वासः गुरौ भवेत् अस्ति साधु न मम विश्वासः गुरौ अस्ति विश्वासः अस्ति उत्तमं इट् नीड् नाट् बि विदर्लिङ्ग् ओन्लि न ऐ एम् मेकिङ्ग् अ स्टेट्मेण्ट् उत्तमम् अस्धातोः विधिलिङ्गलकाररूपं स्यात् अस्धातोः रूपमपि साधु एव एतावता महोदयः विधिलिङ्गरूपं वक्तुम् इच्छति तदर्थमेव मम विश्वासः गुरौ स्यात् अथवा गुरौ अस्ति. अग्रिमं वाक्यं करोतु महोदय. प्रश्नः अस्ति भगिनी, करोतु. विश्वासः इति पुल्लिङ्गे अस्ति चेत् गुरौ भवनीयः या तु भवितव्यः न, असाधुप्रयोगं वा भवितव्यः भवनीयः इति? विश्वासः पुंलिङ्गपदं, विश्वासः भवनीयः भवितव्यः इत्येव. कर्तृपदं तृतीयवचने भवेत् खलु भगिनि? यदि वयं भवितव्यं भवनीयम् इति उपयोगं कुर्मः तत् कर्मणि प्रयोगे तु कर्ता, ऐ मीन् तेन कर्तव्यं तेन भवितव्यम् इति प्रयोगः भवति खलु. अत्र तु तत् नास्ति, मम तु षष्ठ्याम् अस्ति. किन्तु अत्र भावे प्रयोगः एव, किन्तु अत्र कीदृशचिन्तनम् अपेक्षितम् इत्युक्ते षष्ठीविभक्तेः रूपं न भिद्यते. कर्मणि प्रयोगे वा भवतु कर्तृप्रयोगे वा भवतु तस्य रूपं यथावत् तिष्ठति, किन्तु कर्तृपदं योजयित्वा वक्तुमिच्छति चेत् विश्वासेन भवितव्यम्. विश्वासः इति पदम् अस्ति, वि उपसर्गपूर्वकः, स्वश् धातुः, श्वस् धातोः रूपमेव स्वशिति, अदादिगणीयधातुः स्वशिति इति. गते सप्ताहे एव वयं चर्चितवन्तः तत्र स्वपिति, श्वशिति, रोदिति इत्यादिषु पदेषु तत्र रुदादिभ्यः सार्वधातुके इति सूत्रेण मध्ये इडागमः भवति इति कृत्वा तस्य रूपं रोदिति, स्वपिति, स्वशिति इत्यादीनि रूपाणि भवन्ति. क्रियापदं स्वशिति, किन्तु स्वस् धातुतः स्वासः इति घञ् प्रत्ययान्तरूपं. घञन्तरूपाणि सर्वाणि पुंलिङ्गपदानि, क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गरूपाणि, ल्युडन्तरूपाणि नपुंसकलिङ्गरूपाणि भवन्ति इति परिशीलनीयः अंशः. अग्रे करोतु महोदय. मम अभिमानः संस्कृते सुदृढमस्ति. उत्तम. अभिमानः मन् धातोः रूपमेव मानः. संस्कृतिः इति अत्र दत्तमस्ति, किन्तु संस्कृतिः इत्युक्ते ककारं त्यक्त्वा संस्कृतिः इति कथनेन अन्यत् पदम् अस्ति संस्कृतिः. तत्र सम्यक् सरति, श्रुधातोः रूपं श्रुतिः इति अस्ति, ककारं त्यक्त्वा एकं पदम् अस्ति संस्कृतिः. सम्यक् सरति इति संसारः. तत्र सारः, सारः इति पदं श्रु धातोः रूपमेव, श्रु इत्यस्मात् सारः. तत्पदमपि घञन्तपदमेव. संस्कृते पुल्लिङ्गरूपमस्ति वा स्त्रीलिङ्गम्? संस्कृत्यां भवेयुः, भवेत् न संस्कृत्यां? संस्कृत्याम् अत्र किम् अवगन्तव्यम् इत्युक्ते मतिः, गतिः, भक्तिः, प्रीतिः, संस्कृतिः, अनासक्तिः, एतानि सर्वाणि पदानि क्तिन् प्रत्ययान्तरूपाणि. क्तिन् प्रत्ययान्तरूपाणि सर्वाणि स्त्रीलिङ्गे एव भवन्ति. अत्र क्रू धातुतः कृतिः, मन् धातुतः मतिः, भज् धातुतः भक्तिः, सञ्ज् धातुतः शक्तिः. तत्र सञ्ज् धातोः प्रसङ्गे विशिष्टं कार्यम् अस्ति, अग्रे सरेम, किञ्चित् समापयामः. अग्रे करोतु महोदय. अस्माकं रुचिः कार्येषु भवितव्यम्. कार्यम् एकवचन किल, कार्यम् एकवचन, कार्येषु न भवति कार्ये. महोदय अत्र चिन्तयतु, मम रुचिः कार्ये अस्ति साधु, मम रुचिः कार्येषु अस्ति साधु, अस्माकं रुचिः कार्ये अस्ति, अस्माकं रुचिः कार्येषु अस्ति. किन्तु क्रियापदं तु अन्ते, क्रियापदं तु एकवचने भवेत्. किमर्थं? रुचिः इति अस्मिन् वाक्ये कर्तृपदमस्ति इति कृत्वा रुचिः अस्ति, रुचिः भवेत्, एकवचनं क्रियापदमेव तत्र साधु भवति. मध्ये यानि यानि पदानि सन्ति तेषां वचनपरिवर्तनं कृत्वा वक्तुं शक्नुमः, किन्तु रुचिः इति एकवचनपदमस्ति इति कृत्वा तदनुसृत्य अन्तिमं क्रियापदं भवेत्. उत्तमं. सूर्यकुमारी भगिनी भवती करोतु. भगिनि माता भक्तिः मम मातृषु भक्तिः अस्ति. मम भक्तिः मातृषु अस्ति. मातृषु अस्ति. एकवचने वदतु. एकवचने मातरि. मम भक्तिः मातरि अस्ति. बहुवचने मातृषु. मातृषु. अत्र पूर्वस्मिन् वाक्ये कार्यम् इति पदमस्ति. कर्तव्यं, करणीयं, कार्यम् एतानि त्रीणि पदानि समानार्थकानि. अत्र ञत् प्रत्ययः अस्ति. क्रू धातोः रूपमेव कार्यं. कार्यं, कर्तव्यं, करणीयम् एतानि कर्मण्यर्थे एव तेषां प्रयोगः भवति, किन्तु कर्त्रर्थे विधिलिङ्गरूपं योजयित्वा वदामः. कुर्यात् इति पदम् आयाति तस्मिन्नेव अर्थे. यत् कर्तव्यं तदेव कार्यं, यत् करणीयं तदेव कार्यं. कर्मण्यर्थरूपम् अस्ति. अपि च अस्मिन् वाक्ये भज् धातोः रूपमेव भक्तिः. मातृ इति रूकारान्तप्रातिपदिकं, भवती जानाति एव. अग्रिमं वाक्यं करोतु. संस्कृतं प्राप्तिः प्रीति. संस्कृतेषु. पुनः समीचीनतया वाक्यं वदतु. मम प्रीतिः संस्कृते अस्ति. मम प्रीतिः संस्कृतासु. किमर्थं संस्कृतासु? बहुवचनं न. अत्र संस्कृतम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा संस्कृतेषु सम्मितं. केवलम् अत्र बहुवचनरूपम् अनावश्यकं. किमर्थम् इत्युक्ते मम प्रीतिः संस्कृते अस्ति. साधु एव. अनासक्तिः परधर्मः. करोतु. अनासक्तिः परधर्मः. मम अनासक्तिः परधर्मे अस्ति. किमर्थम् अत्र अस्ति? अनासक्तिः इत्युक्ते अनासक्तिः. अत्र अनासक्तिः इति पदं स्त्रीलिङ्गपदम्, अपि च क्तिं प्रत्ययान्तरूपम् अस्ति, एकवचने अस्ति इति कृत्वा मम अनासक्तिः परधर्मे अस्ति, अथवा मम अनासक्तिः परधर्मेषु अस्ति इति वक्तुं शक्नुमः. एतावता अनासक्तिः. भगिनि, न आसक्तिः, अनासक्तिः आल्सो किल? तस्मिन् प्रसङ्गे किञ्चित् वदामि. अत्र पदमस्ति अनासक्तिः, न आसक्तिः, अनासक्तिः. अत्र नञ् तत्पुरुषसमासः अस्ति. उत्तरपदस्य आदिमवर्णः आकारः अस्ति. आसक्तिः तत्र आकारः अस्ति. आकारः अच् वर्णः. अच् उत्तरपदस्य आदिमवर्णः अच् वर्णः अस्ति चेत् अन्नायाति इति नियमः अस्ति. तत्र एकं सूत्रमस्ति, तस्मान् नुडचि इति एकं सूत्रमस्ति. तस्मात् नुट् अचि. नुट् इत्युक्ते नुट् आगमः भवति. नुट् आगमः इत्युक्ते नकारः आयाति. नुट् इति कथनेन तकारः इति संज्ञकवर्णः भवति, तत्र नकारः आयाति. भवन्तः सर्वे जानन्ति एव आद्यन्तौ टकितौ इति एकं परिभाषासूत्रमस्ति. तया परिभाषया नुट् आगमः टित् अस्ति. टित् अस्ति इति कृत्वा आदौ आयाति. टित् आगमः सर्वदा आदौ आयाति. आद्यन्तौ टकितौ इति परिभाषासूत्रेण नुट् टित् भवति इति कृत्वा पदस्य आदौ सः नकारः आयाति इति कृत्वा अत्र अनासक्तिः इति पदमस्ति. एतादृशानि पदानि अन्यानि अपि सन्ति मम पार्श्वे. अल्पः अनल्पः, आगतम् अनागतम्, इष्टम् अनिष्टम्, एकम् अनेकम्, आदरः अनादरः, उपस्थितिः अनुपस्थितिः. तादृशरीत्या अत्र उत्तरपदस्य आदिमवर्णः उत्तमो. तस्मान् नुडचि इति सूत्रेण अन् आयाति, नञ् तत्पुरुषसमासः अस्ति अत्र. उत्तरपदस्य आदिमवर्णः अच् वर्णः नास्ति चेत् कथं भवति? दृष्टम् अदृष्टम्. तत्र दकारः हल् वर्णः इति कृत्वा दृष्टम् अदृष्टं, न दृष्टम् एव अदृष्टम्. धर्मः अधर्मः किल? अधर्मः. उत्तमम्. एतावता यद् अस्माभिः न दृष्टं तदेव अदृष्टं. न एकम् अनेकम् इति इत्यादीनि पदानि सन्ति. वयम् उत्तमरीत्या चिन्तनं कृतवन्तः. बहु कालातीतः अभवत्. तदर्थम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.